पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 72 व्यास उवाच दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युधः गत्वा च माधवं सङ्ख्ये देवासुरगणाग्रदः क्रोधेन महदाविष्टो मधुर्निर्जरमर्दनः अब्रवीत् परुषं वाक्यमव्ययं हरिमीश्वरम् नारायण न जानासि युद्धधर्ममिथ कथम् अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि अनेन पङ्गयोगेन व्यवहारा कृतस्य च सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम् त्वामेव निहनिष्यामि सह देवगणैरिह इत्युक्त्वा धनुरादाय जकान विशिखैर्विभुम् माधवस्तान् बिभेदाथ शरैर्वज्रसमप्रभैः बहुभिः सर्वगात्रेषु जखान च मधुं तदः मायया चादिदसोभूदैत्यस्तं सुरसत्तमः ये वै शूराश्च रुद्राद्यास्त्री दशा सत्त्वधारिणः देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः सेनान्यो गणपादेव लोकेश हरविष्णवः अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति सङ्गताः विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम् सम्मुखे विमुखे चैव शरशक्त्यर्ष्टिवृष्टिभिः पदन्ति सहसा देवा भूमौ शस्त्राभिपीडिताः ये तस्मिन्नन्तरे विष्णुर्गृहीत्वा च सुदर्शनम् असुरान् मायया देवाञ्जखान रणमूर्धनि अथ तेषां शिरांस्येष चित्वा चैव सहस्रशः पादयामास देवेशो दैत्यानां च सुरात्मनाम् एवमन्यान्विभुर्दैत्यान् द्रावयामास सङ्गराद तं दृष्ट्वा मुनयो देवा सर्वे विस्मयमाययुः कर्णे कर्णे प्रजल्पं ते देवा मुनिगणास्तथा सदा देवैकगोप्ता च हरिरव्यय ईश्वरः सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे कथं हन्ति सुरान् सर्वान् कल्पान्त इह जायते एतस्मिन्नन्तरे दूरे मधुर्मायां प्रयोजिता हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम् दैत्यानामग्रदः पापरणे देवान् समं ददः हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः महदोन्मत्तभावेन न जानासि परान् स्वकान् अतस्त्वां निशितैर्बाणैर्नयामि यमसाधनम् एवमुक्त्वा शरैरुग्रैर्जखानकेशवं रणे निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीद जानामि त्वां रणे दैत्यं हररूपधरं प्रियं शूरं शूर विकर्माणं मधुं मायानियोजितम् मिथ्यालोकं प्रदास्यामि पादयित्वा रणाजिरे यदस्मिन्नन्तरे तीक्ष्णैः शरैर्विव्याध संयुगे जडिलं वृषकेदुं च वृषभस्थं महेश्वरम् तयोर्युद्धमदीवासीद्देवदानवयोस्तदा परस्परं भिन्दतोश्च प्राप्तान् प्राप्तान् शरान् शरैः क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः ततश्च पादयामास कोटकं वृषरूपिणम् स दैत्यशूलहस्तोध प्रदुद्रावजगत्पदिं भ्रमयित्वा तदशूलं जखानपरमेश्वरं त्रिभिश्चिच्छेदबाणैश्च शूलं कालानलप्रभं तदक्रुद्धो महाबाहुर्मधुर्मायादिमायिकः देवीरूपं समास्ताय सिंहस्थः प्रययौ हरिः सरैर्बहुविधैर्विष्णुं जखानैवाब्रवीद्वचः स्वामी तु मे सुरश्रेष्ठत्वयैव पादितो युधि अहं त्वां च हनिष्यामि सुतौ स्कन्दविनायकौ उक्तवन्तं च दैतेयं जखान बहुमार्गणैः सपपादमहीपृष्ठे गदासुर्लोहितोद्गिरः पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः स्कन्दशक्तिं समादाय प्रायाद्योधयितुं हरिं ततो धादा ब्रवीद्वाक्यं स्कन्दं मोहप्रपीडितं पश्यते पितरौ दूरे पश्यन्तौ युद्धमीदृशम् अन्तरिक्षे भ्रमं तौ जः संस्थितौ लोकसाक्षिणौ एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवान्तरधीयत ततो दुन्धुश्च सुन्धुश्च भ्रातरावधिदर्पितौ वधं प्रतिहरेर्युद्धे पेतदुर्गरुडोपरि खड्गहस्तं च धुन्धुं च सगदं सुन्धुमेव च चिच्छेदनन्तकेनैकं गदया साधयत्परं पेदतुस्थौ धरापृष्ठे प्रवीरौ क्षदविक्षदौ मधुस्तदा गदस्तूर्णमन्तर्धानं तमोवृदः पादयामास विष्णौ च मायया शतपर्वतान् ततस्तान् पर्वतां स्थित्वा तमसोऽन्तर्गतो युधि क्रोधात् सुदर्शनेनैव शिरश्चित्त्वा निपातिदः ततो ब्रह्मादिभिर्देवै शम्भुना त्रिदशैरपि मधुसूदन इति ख्यातिर्विष्णोर्लोकेषु कारिता इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे मधुवधो नाम द्विसप्ततितमोऽध्यायः ॐ